गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अस्तु, सप्रकारकज्ञानप्रभेदाः इत्यस्मिन् शीर्षके स्मः वयम्। तत्र प्रथमभेदः अस्ति सामान्यविशिष्टज्ञानं, भूतलं घटवत् इति ज्ञानम्। अत्र भूतलं विशेष्यमस्ति, घटः प्रकारः अस्ति, घटे प्रकारता, भूतले विशेष्यता, तयोः मध्ये संयोगसम्बन्धः यदस्ति तत्र संसर्गता इति सामान्यज्ञानम्। तर्हि अत्र सर्वे पश्यन्तु, विशिष्टज्ञानम् इत्यत्र एकमेव ज्ञानम् इत्युक्ते, यद्यपि अत्र विषयद्वयं वर्तते, घटः अपि च भूतलम् इति विषयद्वयं वर्तते, तथापि घटः प्रकारः अस्ति, भूतलं विशेष्यमस्ति, अपि च तयोः मध्ये सम्बन्धः, अतः एव भूतलं घटवत् इति प्रयोगः कर्तुं शक्यते। नो चेत् भूतलं घटश्च इति ज्ञानस्य आकारमस्ति चेत् तत्र इदानीं ज्ञानद्वयं प्रायः भवति, भूतलं तद्दृष्ट्वा तदनन्तरं घटः पश्यामि चेत् प्रत्येकं भूतले भूतलत्वम् अस्ति, तदेव प्रकारः, घटे घटत्वम् अस्ति, तदेव प्रकारः। किन्तु भूतलं घटवत् इति यदा वदामः तत्र एकमेव ज्ञानमस्ति। तदनन्तरं संशयः, पर्वतः वह्निमान् न वा इति आकारः, तदपि अस्माभिः पठितं, तत्र न इति अभावार्थे प्रयुक्तम् इति। तर्हि अत्र एकमेव विशेष्यं, पर्वतः इति विशेष्यमस्ति, तस्मिन् प्रकारद्वयं वर्तते, अपि च तयोः प्रकारयोः मध्ये विरोधः अस्ति, यदा विरोधः अस्ति तदा एव संशयः इति तस्य संज्ञा भवति। संशयः प्रकारयोः मध्ये विरोधः भवेत्। अस्तु, तर्हि किं कुर्मः, पुनः एकवारं संशयः इति पठित्वा अग्रे गच्छेम। अस्तु, मेहुल् महोदय आरब्धुमिच्छति वा? आं महोदय, श्रूयते अधुना? हा अस्तु। अस्तु, संशयस्वभावः द्वितीयः अस्ति, संशयः द्वितीयः, इदमपि विशिष्टज्ञानं, वक्ष्यमाणानि समुच्चयादीनि अपि तथैव, परन्तु प्रकारतादिभेदात् संशयसंज्ञाविशेषकरणं, तदत्र संशयः पर्वतः वह्निमान् न वा इत्याकारकः, अत्र वाक्ये नयः अभावः अर्थः, स च अभावः वह्निपदप्रयोगात् वह्नेरेव, तथा च ज्ञानेऽस्मिन् पर्वतः विशेष्यः, वह्निः वन्यभावः एतौ प्रकारौ, तत्र वाक्ये वा इति पदप्रयोगे पदप्रयोगे अपि भवति, पदप्रयोगः अपि भवति, हा पदप्रयोगोऽपि भवति, तस्य प्रयोगः तत्रैव भवति यत्र वाक्ये विद्यमानयोः पदयोः यौ अर्थौ तयोर्मध्ये एक एव कश्चित् भवेत् नो उभौ, एक एव भवति इति श्रुत्वा झटिति प्रतियोगितानिरूपणाय निरूपितः विरोधः परिस्फुरति, सः विरोधः कयोः इत्याकाङ्क्षायां तद्बोधक पदसत्त्वेन वह्निवन्याभावयोः विरोधः इति ज्ञायते। तावदेव खलु? अस्तु, अस्तु, यत्र संशयः इति द्वितीयं विशिष्टज्ञानम् अस्ति, वक्ष्यमाणानि समुच्चयादीनि अपि तथैव, अस्तु अग्रे अपि यदा वयम् अन्यत् विशिष्टज्ञानानि अन्यानि विशिष्टज्ञानानि पश्यामः तत्रापि यन्त्रः यद् भवति तथैव अग्रे अपि आयास्यति, परन्तु अत्र प्रकारता आदि इत्यस्य भेदः अस्ति, अतः एव नूतननाम दत्तमस्ति संशयः इति। तर्हि अत्र प्रकारताभेदः कथं भवति इति अग्रे अस्ति. अत्र उदाहरणमस्ति पर्वतः वह्निवान् न वा इति ज्ञानस्य आकारः अस्ति, तदेव संशयज्ञानस्य आकारः. अत्रे अत्र न वा इति पदेन अत्र नयः अभावः, इत्युक्ते न इति पदेन अभावः इत्येव अर्थः. तर्हि वह्निः अस्ति अथवा नास्ति इति, अथवा वह्निः अभावः अस्ति इति अर्थः भवति. अभावः वह्निपदप्रयोगात् वह्नेरेव वह्निः एव. तत्र वह्निमान् पर्वतः अथवा वह्नेः अभावः पर्वते अस्ति, द्वयोः वाक्ये वह्निपद एव प्रयोगं भवति. तर्हि अत्र एतस्मिन् ज्ञाने पर्वतः इति विशेषः अस्ति, परन्तु प्रकारद्वयमस्ति. वह्निः एकः प्रकारः, द्वितीयं तु वन्यभावः, इत्युक्ते वह्निः अभावः इति द्वितीयप्रकारः. अत्र वाक्ये अत्र पर्वतः वह्निमान् न वा इति वाक्ये वा इति पदप्रयोगः अपि भवति. तस्य प्रयोगः कुत्र भवति? तर्हि यत्र यत्र अत्र वाक्यस्य अर्थद्वयमस्ति, तयोर्मध्ये एकस्मिन् समये एक एव वाक्यं सत्यं भवति. न द्वयोः वाक्यद्वयमपि एकस्मिन् समये एव समीचीनम् अथवा सत्यं नास्ति. अतः अत्र वयं ज्ञातुं शक्नुमः, यदा वाक्यं श्रुत्वा वयं ज्ञातुं शक्नुमः अत्र विरोधः अस्ति, वह्निः अस्ति, वह्नेः अभावः अपि अस्ति. तर्हि महोदय क्षम्यताम्, अत्र वाक्यं नास्ति, पदम् इति पदद्वयमस्ति, पदयोः मध्ये विरोधः, न तु वाक्ययोः मध्ये विरोधः. अस्तु अस्तु अस्तु, सम्यक् सम्यक्. हा, पद विद्यमानयोः पदयोः यौ अर्थौ, समीचीनं. तर्हि वह्निः अपि च वह्न्यभावः इति पदद्वयमस्ति, तयोः मध्ये अर्थ यः अर्थः तयोर्मध्ये अस्ति तत्र एक एव ज्ञाने एक एव अर्थः भवेत्, न तु द्वयं न तु उभौ इति. अत्र एक एव भवति इति श्रुत्वा वयं झटिति ज्ञातुं शक्नुमः अत्र विरोधः, तयोः मध्ये विरोधः अस्ति. तर्हि कयोः मध्ये विरोधः अस्ति? तद् बोधकपदसत्त्वेन अत्र वह्नि अपि च वह्न्य अभावः इत्यनयोः मध्ये विरोधः इति वयं ज्ञातुं शक्नुमः एतस्मिन् ज्ञाने. सत्यम् इति अस्ति. अपि च किमर्थमत्र पदयोः इति परिष्कृतम् इति चेत्, अत्र वाक्यं यदस्ति तदेव ज्ञानस्य आकारः. तर्हि प्रत्येकं ज्ञानस्य एकं वाक्यं भवति. वाक्ये यानि पदानि सन्ति तयोः मध्ये विरोधः भवितुमर्हति, किन्तु द्वयोः वाक्य इदानीं वाक्यद्वयं वदेमश्चेत् तत्र ज्ञानद्वयं भवति. तर्हि अत्र एकमेव वाक्यं पर्वतः वह्निमान् न वा इति एकमेव वाक्यं. तर्हि तत्र न वा इत्यनेन अत्र वह्नि अभावः अपि च वह्निः भावः द्वयमपि उक्तं, तयोः मध्ये एकः एव भवितुमर्हति इति यस्मिन् ज्ञाने तादृशस्थितिः. तर्हि संशयः इति अपि ज्ञानमेव. संशयः इत्युक्ते ज्ञानं नास्ति इति नास्ति, संशयः अपि ज्ञानमेव. अत्र किं प्रत्यक्षेन जायते, किन्तु अत्र निश्चयः नास्ति इति तत्र किञ्चित्, अतः एव संशयः इति विशेष संज्ञाविशेषकरणं कृतम्. अस्तु महोदय, धन्यवादः. अग्रे श्रीराममहोदय पठति वा? निरूपणसौकर्याय संशयबोधकवाक्यम् आदाय ज्ञानस्य स्वभावः वर्णितः, परन्तु शब्दात् परामर्शात् वा न एवं विधं ज्ञानं जायते, किन्तु इन्द्रियेणैव इति नव्यनैयायिकानां मतं. तत्तु उद्ग्रन्थेभ्यः अवगन्तव्यम्. अस्तु, तत्र उदाहरणं स्वीकृत्य तत् संशयज्ञानस्य निरूपणं कृतं, परन्तु शब्दात् परामर्शत्वा एवविधं ज्ञानं जायते इति अस्ति. परामर्शज्ञानात् अथवा शब्दज्ञानात् शाब्दज्ञानात् तादृशं न भवति इति अहं चिन्तयामि. केवलं इन्द्रियेणैव यत्र इन्द्रियस्तरे एव तादृशसंशयः भवति इति आचार्यः वदति. एतदेव इन्द्रियस्तरे नास्ति, प्रत्यक्षज्ञाने इति. इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति कृत्वा प्रत्यक्षज्ञाने एव संशयः भवितुम् अर्हति इति नव्यानां मतमस्ति. किमर्थं तादृशं चे चिन्तयन्ति इति किञ्चित् चिन्तयति वा, स्वचिन्तनं करोतु. अत्र शब्दस्तरे वयं चिन्तयामश्चेत् अत्र यदा ज्ञानं जातम् इदानीं केनापि शब्देन मयि ज्ञानं जातं, तदा तस्मात् ज्ञानात् तत्र मयि संशयः न जायते. यदा कोऽपि मां श्रीरामः इति आह्वयति तदा मयि शाब्दज्ञानं जातं, तेन ज्ञानेन तत्र अत्र यदि श्रीरामः इति आह्वयति तर्हि शाब्दज्ञानं जातम् इति वा? शाब्दज्ञानस्य एकम् उदाहरणं वदतु. अस्तु अस्तु, तत्र एक दोषः अस्ति. इदानीं तत्र नदी कुत, इदानीं हिमालयः हिमालये शैत्यम् अस्ति अथवा हिमपतः अस्ति इति कोऽपि वदति चेत् तस्मात् मयि शाब्दज्ञानं जायते. हा, तर्हि अत्र शाब्दज्ञानम् अपि च श्रोत्रप्रत्यक्षम् अनयोः मध्ये कः भेदः? इदानीं शाब्दज्ञानस्य एकम् उदाहरणम् उक्तं, श्रोत्रप्रत्यक्षम् इत्यस्य एकम् उदाहरणं वदतु. श्रोत्रप्रत्यक्षम् इत्युक्ते यत् मया इदानीं शृणोमि, इदानीं कोऽपि आह्वयति तद् श्रोत्रप्रत्यक्षं भवति. माम् आह्वयति अथवा गीतं शृणोमि अथवा वर्गं शृणोमि, तत् श्रोत्रप्रत्यक्षम्. हा, समीचीनम् इति भेदः वर्तते. इत्युक्ते यत्किम यः कोऽपि शब्दः श्रोत्रा श्रूयते तत् श्रोत्रप्रत्यक्षं भवति. अपि च शाब्दज्ञाने अपि श्रोत्रप्रत्यक्षं तु वर्तत्येव. इत्युक्ते यावत् न शृणुमः तावत् शाब्दबोधमपि न ज्ञायते. तर्हि तयोः मध्ये कः भेदः? अत्र विषय महोदय उदाहरणं दत्तं खलु, सूड अत्र तत्र गच्छामि, परन्तु तत्र तेन मया तत् शब्दं मया श्रुतं, परन्तु तेन मम आत्मनि ज्ञानं न जातम्, अतः तत् शाब्दबोधं न वक्तुं शक्नुमः. इति मया प्रतिपादितं खलु श्रीराममहोदय. सत्यं सत्यं, सूड् इति वदामि चेत् अत्र मम मातृभाषया मया उक्तं. तर्हि अपि च सूडु इति शब्दः सर्वैः श्रुतमपि श्रुतः अपि, किन्तु शाब्दबोधः न जातः. श्रोत्रप्रत्यक्षं जातं किन्तु शाब्दबोधः न जातः. किमपि शब्दः मया उक्तः इति तावत् ज्ञातं किन्तु तस्य अर्थः कः इति न जातं. तर्हि अर्थः जानीमश्चेत् तत्र शाब्दबोधः भवति. अस्तु, तत्र यदा अस्तु श्रोत्रप्रत्यक्षम् अस्ति चेत् शाब्दं भवति इति नास्ति, तदेव अस्ति. हा, तर्हि अत्र अत्र इतोपि चिन्तनीयमस्ति, किञ्चित् विषयान्तरं भवति. किन्तु इत्युक्ते इदानीं किं रामः पठति रामः भवतः पुरतः एव अस्ति इति चिन्तयतु. तर्हि एवम् अहं वदामि इदानीं रामः पठति इति, रामः इति पदस्य अर्थः पठति इति इत्यस्यापि पदस्य अर्थः भवता बुद्धम्. इदानीं रामः पठति इति यदि अहं वदामि, रामः तु साक्षात् पुरतः अस्ति, तर्हि इदानीं तादृशवाक्यं भवान् अपि द्रष्टुं शक्यते. रामः पठति इति भवता अपि द्रष्टुं शक्यते इति चिन्तयतु स्थितिः. तर्हि इदानीं रामः पठति इति यदि अहं वदामि, तत्र अर्थबोधः अपि जायते. इदानीं तत्र शब्दबोधः वा नो चेत् श्रोत्रप्रत्यक्षं वा? अत्र नूतनज्ञानं मया न लब्धं. तद् यत् मयि पूर्वमेव आसीत् तस्य नूतन पूर्वं नूतन इत्यस्य इतोपि किञ्चित् स्पष्टतया वदतु. अत्र अस्तु, शाब्द ज्ञानात् पूर्वं अहं जानामि रामः मम पुरतः पठति इति अहं जानामि. यः कोऽपि आयाति रामः पठति चेत् तत्र शाब्देन किमपि नूतनं शब्देन नूतनज्ञानं न प्राप्तं मया. हा, समीचीनं. तर्हि अत्र प्रत्यक्षज्ञानेन यद् ज्ञातं तदेव तस्य वर्णनमेव कृतम् इति कृत्वा तादृशं न भवति. इत्युक्ते यत्र केवलं शब्दस्य श्रवणं भवति किन्तु अर्थस्य अवगमनं यत्र न भवति तदेव श्रोत्रज्ञानम् इति नास्ति. अर्थस्य अवगमनं भवति चेदपि ज्ञानस्य विषयः यदस्ति, विषयत्रयं भवति खलु, प्रत्येकं ज्ञानस्य विषयत्रयं भवति, प्रकारः विशेष्यः इति, तद् प्रत्यक्षगोचरमस्ति चेत् प्रत्यक्षगोचरमस्ति चेत् तत् प्रत्यक्षज्ञानमेव भवति इति कृत्वा, तर्हि इदानीं शाब्दज्ञानस्य विषयः कीदृशः भवितुमर्हति? शाब्दज्ञानस्य विषयः इदानीं यत् मम प्रत्यक्षगोचरं नास्ति तदेव भवति. हा, तर्हि सामान्यतया परोक्षमिदस्ति, यथा भवता उक्तं हिमालयः इति इदानीम् अस्माकं पुरतः नास्ति खलु. तर्हि हिमालयस्य विषये तत्र हिममस्ति शैत्यमस्ति इति तादृशं यत्किमपि अहं वदामि तदा शाब्दबोधः जायते इति एकं. केवलं परोक्षविषये एव शाब्दबोधं भवति वा? अत्र तादृशं नास्ति, आत्म अपरोक्षः अस्ति कस्मिन् विषये अपि अस्ति. हा, उत्तमम् उत्तमम्. अपरोक्षज्ञान अपरोक्षपदार्थविषये अपरोक्षविषये अपि शाब्दबोधः भवति. केवलं प्रत्यक्षम् यदस्ति तत्र शब्देन ज्ञातम् इति प्रायः न वक्तुं शक्नुमः. अस्तु, अत्र इतोपि बहु किमपि चिन्तनीयमस्ति किन्तु अत्र केवलं किं ट्रैलर् इव मया किञ्चित् प्रदर्शितं तावदेव. महोदय, मेहुलः अमेरिकादेशे मध्ये अस्ति, तद् शाब्दज्ञानम् अस्ति खलु? हा, मेहुल् महोदय कुत्र अस्ति इति चेत् अमेरिका देशे अस्ति इति यदि अहं वदामि, यदि अहं वदामि तदा इदानीं मेहुल् महोदय केवलं शृण्वन् अस्ति इति चिन्तयतु. भवान् पृच्छति मेहुल् महोदयः कुत्र अस्ति इति, तस्य उत्तरत्वेन यदि अहं वदामि मेहुल् महोदयः अमेरिकादेशे अस्ति इति, तदा इदानीं कीदृशज्ञानं भवति? शाब्दज्ञानं भवति खलु, सः प्रत्यक्षगोचरे नास्ति. किन्तु यदि मेहुल् महोदयः एव उत्तरं वदति अहं अमेरिकादेशे अस्मि इति यदि सः वदति तर्हि अपि शाब्दमेव महोदय. किमर्थं चेत् तत् प्रत्यक्षः नास्ति, अहं न जानामि यद्यपि सः वदति प्रत्यक्षेन सः तत्र अस्ति वा, अमेरिका एकं देशम् अस्ति वा न वा अपि प्रत्यक्षं नास्ति. अस्तु, अत्र इदानीं मेहुल् महोदय साक्षात् भवन्तं वदति अहं मेहुल् अमेरिकादेशे अस्मि इति, इदानीं तस्य ध्वनिः श्रूयते खलु, तस्य ध्वनिः श्रोत्रप्रत्यक्षं वा न वा? ध्वनिः श्रोत्रप्रत्यक्षं, तर्हि प्रत्यक्षज्ञानमेव. शब्दे अपि श्रोत्रप्रत्यक्षम् अपेक्षते खलु? सत्यं, तद् मया उक्तं खलु. अनेन किम्? किन्तु तद् शाब्दं कथं भवति? अहं न जानामि. यदि सः अवदत् अहम् अमेरिकादेशे अस्मि, अमेरिका अस्ति वा न वा इति अहम् इत्यपि अहं न जानामि. केवलं तस्य शाब्दम् एकं प्रमाणम् इति नीत्वा एव सत्यम् इति अहं. तत्तु सर्वत्र अस्ति. इदानीं यदि यथा श्रीराममहोदयेन उक्तं, हिमालये इदानीं बहु शैत्यमस्ति. यदि अहं सत्यं वदामि वा असत्यं वदामि वा इति भवान् न जानाति खलु? सत्यं. तदनन्तरं परीक्षा करणीया भवति. परोक्षज्ञानं यत्र अस्ति तत्र परीक्षा करणीया भवति, सत्यं वा असत्यं वा इति. अतः एव अग्रे आयास्यति यदा शाब्दबोधः विषये पठेम, तत्र आप्तवाक्यं शब्दं शाब्दम् इति वदति. तर्हि आप्तः, आप्तः इत्युक्ते यः अस्माकं हितं करोति, तादृशः आप्तवाक्यं शाब्दम् इति. यः यदि आप्तः यः कोऽपि वाक्यं वदति तदा शाब्दज्ञानं जायते. इत्युक्ते आप्तः नास्ति चेत् प्रायः तत्र असत्यमपि तेन वक्तुं शक्यते इति कृत्वा आप्तवाक्यं शाब्दम् इति नैयायिकानां मतमस्ति. तर्हि यद् मेहुल् महोदयेन उक्तं तत् सत्यं वा न वा इति तावत् न चिन्तयतु. इदानीम् अस्माकं पुरतः अस्ति विषयः किं श्रोत्रप्रत्यक्षं, किं शाब्दज्ञानम् इति. तर्हि महोदय, यदा अर्थः ज्ञायते चेत् सर्वदा शाब्दबोधः भवति एव इति अस्ति वा? इति नास्ति इति इदानीं मया उक्तं. यदि अतः एव अत्र भिन्न उदाहरणं मया उक्तं. रामः पठति, रामः पठति इति अहं प्रत्यक्षेन ज्ञातुं शक्नोमि. तथापि तस्य अनुवादः कृतः. अस्तु अस्तु इति एव इत्युक्ते अत्र अनुवादः इति कश्चन सिद्धान्तः अस्ति, वेदान्ते अपि अस्ति. यदि वेदं वदति, किं वदति? अग्निः उष्णवान् इति. यदि वेदं वदति अग्निः उष्णवान् इति ज्ञानं स्पर्शज्ञानेन मया ज्ञातुं शक्यते खलु, प्राप्तुं शक्यते. तर्हि तत्र वेदस्य प्रामाण्यं न स्वीक्रियते, किन्तु अनुवादं करोति. प्रत्यक्षेन यद् यद् ज्ञातुं शक्यते तस्य केवलम् अनुवादं करोति. अनुवादम् इत्युक्ते अत्र सामान्यतया ट्रान्स्लेट् इति वदामः खलु. इत्युक्ते यः कोऽपि इदानीं कोऽपि संस्कृतमाध्यमेन वदति तस्य अनुवादम् आङ्ग्लभाषायां कोऽपि करोति चेत् नूतनं सः किमपि न वदति, केवलं संस्कृतमाध्यमेन यदुक्तं तस्य ट्रान्स्लेट् करोति तावदेव. एवं प्रत्यक्षेन यद् ज्ञातुं शक्यते तस्यैव पुनर्वदनं करोति वेदः इति कृत्वा अत्र अनुवादः इति वदेम. तर्हि तत्र प्रामाण्यं न स्वीक्रियते, किन्तु अप्रामाण्यम् इति अपि नास्ति. वस्तुतः इत्युक्ते अग्निः उष्णवान् इति वाक्यं तु सत्यमेव खलु इति कृत्वा, इत्युक्ते अग्निः उष्णवान् वेदं वदति इति कृत्वा अग्निः उष्णः एव इति नास्ति. अतः एव शङ्कराचार्यः वदति तस्य भाष्ये, यदि वाक्यसहस्रेणापि अग्निः शीतवान् इति, अप्रकाशवान् अग्निः अनुष्णवान् इति, यदि वाक्यसहस्रेणापि वेदं वदति चेत् अपि तद् न स्वीकर्तव्यः इति वदति. किमर्थमित्युक्ते प्रत्यक्षविरोधः अस्ति खलु. अस्तु, सर्वे चिन्तयन्तु. इत्युक्ते भिन्नभिन्न उदाहरणानि स्वीकृत्य किमर्थमिति चेत् अत्र शाब्दबोधस्य वैशिष्ट्यमस्ति, तादृशवैशिष्ट्यमस्ति. वेदान्तं यदा पठेम तदा वेदः इति शब्दप्रमाणम् अस्ति, आगमप्रमाणं शब्दप्रमाणमस्ति इति कृत्वा शब्दप्रमाणेन यद् ज्ञायते तर्हि तत्र प्रामाण्यं कुत्र कुत्र भवति इति एतादृशचिन्तनं भवेदेव। अस्तु, इदानीं यत् यः परिच्छेदः श्रीराममहोदयेन पठितः तत्र इन्द्रियेणैव हा एकः अपि प्रश्नः अस्ति महोदय, बहु बेसिक् प्रश्नः अस्ति, यदि शब्दप्रमाणे संशयजनकमपि भवितुं संशयजन्यमपि भवितुम् अर्हति वा? रामः पठति वा न वा इति अहं न जानामि इति शब्दमस्ति चेत्, इति वाक्यमस्ति चेत् तत् श्रुत्वा संशयजन्यं भवति किल, संशयज्ञानं भवति किल? अस्तु, इदानीं रामः भवत्याः पुरतः अस्ति वा न वा? यः वाक्यं वदति तस्य पुरतः अस्ति, अहं शृणोमि इति यदि स्वीकुर्मश्चेत् मम मनसि संशय उद्भूतः। तर्हि भवत्याः पुरतः नास्ति खलु? हा हा, समीचीनं। तर्हि मम पौत्रः मम गृहे अस्ति, भवती पृच्छति भवतः पौत्रः किं कुर्वन् अस्ति इति, तर्हि अहं वदामि न जाने भगिनि सः पठन् अस्ति वा न वा इति यदि अहं वदामि तत् श्रुत्वा सः पठति वा न वा इति निश्चयज्ञानं जातं वा नो चेत् संशयज्ञानं जातं वा? संशयमेव अस्ति किल? न यद् मया उक्तम् इत्युक्ते भवती एवं चिन्तयति वा सुगवनमहोदयेन किम् उक्तं, पौत्रः पठन् अस्ति वा इति उक्तं वा नो चेत् सः न पठन् अस्ति इति उक्तं वा इति संशयः भवति वा? नो चेत् शुकवनमहोदयेन निश्चयेन एतद् उक्तं, किम् उक्तं, मम पौत्रः पठन् अस्ति वा न वा इति न जाने। हा महोदय, अत्र भवान् न जानाति इति ज्ञानम् अस्ति, परन्तु पठति वा न वा इति वा प्रश्नस्य तु संशयमेव अस्ति किल उत्तरं? किन्तु भवत्याः प्रश्नस्य उत्तरं मया दत्तं खलु, तर्हि तत् श्रुत्वा यद् मया उक्तं तत्र संशयः अस्ति वा न? तत् श्रुत्वा न ज्ञानं नास्ति इति निश्चयेन ज्ञानमस्ति, परन्तु इति अस्ति खलु, इत्युक्ते यद् मया यद् भवत्या श्रुतं तर्हि एवम् अहं वदामि, पुनः वदामि मम पौत्रः पठन् अस्ति वा न वा इति न जाने इति किञ्चित् झटिति अहं वदामि भोः न श्रुतं पुनः वदतु इति यदि पृच्छति तदा यद् मया उक्तं समीचीनतया भवत्या न श्रुतम् इति कृत्वा तत्र सन्देहः अस्ति, किन्तु सन्देहः निश्चयात्मकत्वेन नास्ति यथा, किन्तु इदानीम् अहं वदामि चेत् मम पौत्रः पठन् अस्ति वा न वा इति न जाने इति सम्पूर्णवाक्यं श्रुत्वा शुकवनं महोदयः इदानीं तस्य पौत्रः पठति वा न वा इति न जानाति इति निश्चयज्ञानं भवत्या प्राप्तं खलु। अतः एव अत्र नव्याः वदन्ति शब्दस्थले संशयज्ञानं न भवत्येव, एवं परामर्शस्थले अपि परामर्शज्ञानस्य आकारः कः? शिरमहोदय गते वर्गे उक्तम् वह्निव्याप्य धूमवान् पर्वतः, हा वह्निव्याप्य धूमवान् पर्वतः इति वह्निव्याप्य धूमवान् पर्वतः इति तादृशज्ञानं तत्र वह्निव्याप्य वा अव्याप्य वा इति अनुमानतादृशपरामर्शज्ञानं न भवति, वह्निव्याप्य धूमवान् पर्वतः इति एव एकमेव आकारं भवति तत्र, यत्किमपि आकारमस्ति तादृश आकारं भवति। अस्तु, इति कृत्वा अत्र यथा नव्याः उक्तवन्तः अत्र निर्विकल्पकज्ञानं प्रत्यक्षमेव भवति इति, तथा अत्र शाब्दज्ञानं परामर्शज्ञानं वा इत्युक्ते अनुभूतिज्ञानं, वस्तुतः यदा परामर्शः जायते तदनन्तरमेव अनुभूतिः भवति इति कृत्वा परामर्शज्ञाने अनुमाने चत्वारि ज्ञानानि भवन्ति, तत्र परामर्शज्ञाने संशयः यदा कदापि न जायते इति तैः उक्तम्। अस्तु अग्रे गच्छेम। अस्तु वर्षा भगिनी पठति वा? एवञ्च संशये पर्वतः विशेष्यविधया भासते, वह्निः वह्नि अभावः च प्रकारविधया भासते, तयोः विरोधः संसर्गविधया सम्बन्धविधया भासते। तदेव दत्तमस्ति अत्र, एकः एव विशेष्यता, एकः एव विशेष्यः अस्ति इत्युक्ते अत्र पर्वतः, पर्वते विशेष्यता अस्ति, प्रकारता तु द्वे स्थले अस्ति, एकं तु वह्नि, द्वितीयं तु वह्नि अभावः, द्वयोः मध्ये विरोधः अस्ति, तदेव संसर्गता इति अस्ति, तदेव संशयस्वभावस्य रूपम् इत्युक्ते अत्र सर्वदा प्रकारता विशेष्यता मध्ये संसर्गता वदामः, अत्र संशयज्ञाने तु प्रकारताद्वयं मध्ये संसर्गता विरोधः इति वदामः। इति वैचित्र्यमस्ति, तत्रैव वैचित्र्यमस्ति। सामान्यतया संसर्गः कुत्र भवति इति चेत् प्रकारः अपि च विशेष्यः अनयोः मध्ये यः सम्बन्धः अस्ति तदेव संसर्गः इति सामान्यतया वदेम। अत्र तु प्रकारद्वयोः मध्ये संसर्गः अस्ति इति किञ्चित् वैशिष्ट्यमस्ति। तदेव अग्रिमवाक्ये अग्रिमपङ्क्तौ दत्तमस्ति, तदपि पठतु भगिनि। यद्यपि भूतलं घटवत् इत्यादि ज्ञानेषु संसर्गता प्रकारता विशेषताभ्यां निरूपिता भवति, न कोऽपि संसर्गता प्रकारता प्रकारताभ्याम् एव निरूप्यते, तथापि अयमेव संशयस्य विशेषः यत् तस्य प्रकारयोः वह्नि वह्नि अभावयोः विरोधरूपः सम्बन्धः संसर्गः भवति, अतः तन्निष्ठसंसर्गता प्रकारताद्वयनिरूपिता भवति इति न दोषः। तदेव दत्तमस्ति, एकसंसर्गतानिष्ठ प्रकारताद्वयं निरूपणं भवति, तद्दोषः न अस्ति, तदेव विशेषरूपः संशयज्ञानस्य इति चेत् अत्र अस्तु। तर्हि तत्र वह्निः पर्वते केन सम्बन्धेन अस्ति? वह्निः पर्वते तु संयोग संयोगः भवेत्। यदि वह्निः पर्वते अस्ति तर्हि संयोगसम्बन्धेन एव भवति खलु? वह्नि अभावः पर्वते अस्ति चेत् अभावः विशेषणविशेषता न, अभावः सामान्यतया केन सम्बन्धेन अन्यस्मिन् भवति? देशकाल स्वरूपसम्बन्धेन भवति। हा खलु, हा अस्तु। अत्र किमर्थं विशेष्यः प्रकारः अनयोः मध्ये संसर्गः अनुक्त्वा प्रकारयोः मध्ये संसर्गः उक्तः? सामान्यतया तादृशं न वदेम खलु? सामान्यतया एकमेव संसर्गता भवेत्, परन्तु अत्र यदि द्वे प्रकारताद्वये मध्ये विरोधः अस्ति चेदेव तत् संशयं भवितुम् अर्हति, अतः तदेव तस्य वैशिष्ट्यमस्ति। यदि द्वयोः मध्ये विरोधः न अस्ति चेत् तत् अन्यविधज्ञानमपि भवितुम् अर्हति। यदा अत्र वयम् अग्रे दृष्टवन्तः, मम प्रश्नः तद् नास्ति। सामान्यतया प्रकारः विशेष्यः अनयोः मध्ये संसर्गः वदेम खलु? सामान्यतया, किन्तु अत्र तद् न उक्तं, प्रकारयोः मध्ये संसर्गता उक्तः, विरोधः अस्ति इति सत्यं, तत् त्यजतु, किन्तु संसर्गः किमर्थं प्रकारयोः मध्ये संसर्गः उक्तः न तु प्रकारविशेष्ययोः मध्ये? अत्र प्रकारताविशेषता मध्ये सम्बन्धः अस्ति वा न वा इति एव संशयः, अतः एव न वक्तुं शक्यते इति मया चिन्तितम्. उत्तमम्. इत्युक्ते यदि वह्निः अपि च पर्वतः तयोः मध्ये संयोगः गृह्यते तर्हि संशयः न भवति खलु. वह्निः पर्वतः वह्निमान् इत्युक्ते पर्वते वह्निः अस्ति इति ग्रहणं भवति चेत्, तयोः मध्ये सम्बन्धस्य ग्रहणं भवति चेत् ज्ञानं तु विशिष्टज्ञानं भवति. इत्युक्ते संशयात्मकं न भवति, निश्चयात्मकं भवति ज्ञानं. पर्वतः वह्निमान् इति आकारकं भवति ज्ञानं. नो चेत् पर्वते वह्नि अभावः इत्युक्ते तत्र स्वरूपसम्बन्धः यदस्ति, वह्नि अभावः अपि च पर्वतः, अनयोः मध्ये स्वरूपसम्बन्धः अस्ति, तस्य ग्रहणं भवति चेत् पर्वतः वह्नि अभाववान् इति निश्चयात्मकज्ञानं भवति. किन्तु अत्र विशेष्यः अपि च प्रकारः अनयोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणं न जातम् इति कृत्वा एव अत्र संशयः भवति. इति कृत्वा एव अत्र प्रकारतयोः मध्ये संसर्गः उक्तः, न तु प्रकारविशेष्ययोः मध्ये इति भेदः. अस्तु. इति कृत्वा अत्र प्रकारतयोः मध्ये संसर्गः उक्तः इति अस्ति. अस्तु, अग्रे गच्छेम. धन्यवादः भगिनि. अग्रे रमेश महोदय पठति वा? आं महोदय. समुच्चयः संशयात् अन्यः, एवमेव भाव अभाव प्रकारद्वय सत्त्वे अपि प्रकारयोः यदा विरोधः न भवति तदा तत् जन्तज्ञानं समुच्चयः. यदि भाव अभाव प्रकार विरोधः न अस्ति, तत्र विरोधः प्रकारयोः विरोधः द्वे प्रकारे स्तः, परन्तु द्वौ प्रकारौ स्तः तयोः मध्ये यदि विरोधः न भवति तादृश ज्ञानं समुच्चयः इति उच्यते. किन्तु अत्रापि भाव अभावप्रकाररूपः अस्ति, तथापि विरोधः नास्ति इति किञ्चित् वैशिष्ट्यमस्ति. सामान्यतया भाव अभावं यत्र प्रकारविधया भाष्यते तत्र विरोधः सामान्यतया भवत्येव, किन्तु अत्र नास्ति. अस्तु, अग्रे पठतु. उदाहरणमस्ति. तद् बोधकवाक्ये अपि समुच्चयार्थ चकारप्रयोगः भवति. महानसं वह्निमत् वह्नि अभावत् च इति तद् आकारः. कस्मिंश्चित् कोणे महानसे वह्निः अस्ति, अन्यस्मिन् कोणे तत्र एव च वह्न्य अभावः अपि अस्ति इति तयोः विरोधम् इदं ज्ञानं न अवगाहते. प्रकारता द्वयम् एका विशेष्यता इति संशयवत् एव मन्तव्यम्. तर्हि अत्र एकस्मिन् प्रदेशे वह्निः अस्ति, अन्यस्मिन् प्रदेशे वह्निः नास्ति तादृश, परन्तु द्वयोः वयं जानीमः यत्र वह्निः नास्ति तत्र वह्निः नास्ति इति ज्ञानं संशयात्मकज्ञानं नास्ति, तत् विशिष्टज्ञानम् एव अस्ति. यत्र वह्निः नास्ति तत्रापि विशिष्टज्ञानम् एव अस्ति वह्निः अत्र नास्ति इति, परन्तु द्वयोः एकस्मिन् विषयता एव एकस्मिन् स्तरे एव सन्ति. तर्हि तादृशज्ञानं यत्र अभावः अस्ति परन्तु द्वयोः विरोधः नास्ति तादृशज्ञानं समुच्चयः. तर्हि समुच्चयज्ञाने अपि भाव अभावरूपप्रकारद्वयं भवेत्, किन्तु तयोः मध्ये विरोधः न भवेत्, अपि च एकमेव ज्ञानम् अत्रापि। अतः एव ज्ञानस्य आकारः अत्र वाक्यमिति मया उक्तं खलु, महानतं वह्निवत् वह्नि अभाववच्छ इति ज्ञानम्, एकमेव ज्ञानं, तत्र एकमेव विशेष्यं महानसम् इति। तस्मिन् प्रकारताद्वयम्, एकं तु भावरूपप्रकारता प्रकारः, अन्यत्तु अभावरूपप्रकारः, द्वयोः मध्ये विरोधः भवितुमर्हति, किन्तु अत्र यथा रूपविषये अस्माभिः पठितं खलु अव्याप्यवृत्तित्वम् इति, तथा अत्र एकस्मिन् कोणे वह्निः अस्ति, अन्यस्मिन् कोणे वह्नि अभावः अस्ति, द्वयमपि भवितुमर्हति, अपि च द्वयोः ग्रहणम् एकस्मिन् ज्ञाने एव यदा भवति, एकेन ज्ञानेन एव यदा भवति, तदा तादृशज्ञानस्य संज्ञा अस्ति समुच्चयः इति। अग्रे पठतु महोदय। तथा च वह्नि तद् अभावनिष्ठप्रकारतानिरूपितविषयतानिरूपकज्ञानम् इदं प्रतियोगि अनुयोगि अवगाहि अपि तयोः विरोधः विरोधं न अवगाहते इति सः एव समुच्चयः इति उच्यते। तदेव दत्तमस्ति यत् पूर्वम् उक्तं। तर्हि समीचीनं, किन्तु अत्र इदानीं संसर्गता कुत्र अस्ति, कयोः मध्ये अस्ति? संसर्गता द्वयोः, वह्नि यत्र अस्ति तत्रापि संसर्गता अस्ति, वह्नि अभावः अपि संसर्गता अस्ति। न संसर्गता महोदय, समीचीनतया वदतु, संसर्गः इति सम्बन्धः खलु, संसर्गे संसर्गता अस्ति, तर्हि संसर्गः कयोः मध्ये संसर्गः, कीदृशसम्बन्धः संसर्गः इति वदतु। वह्निः महानसं मध्ये संसर्गतः अस्ति, यत्र वह्निः अस्ति तत्र संसर्गता अस्ति, यत्र वह्निः अत्र संसर्गः इति सम्बन्धवाचकपदमस्ति, यत्र यथा संयोगः कुत्र अस्ति इति चेत् कयोः मध्ये इति चेत् घटभूतयोः मध्ये संयोगः इति वदति खलु, एवम् अत्र संसर्गः कयोः मध्ये, महानसम् अपि च वह्निमध्ये समीचीनं, कीदृशसम्बन्धः वह्नि महानसयोः मध्ये कीदृशसम्बन्धः? एकम् अस्ति यत्र वह्नि अस्ति तत्र संयोगः अस्ति, यत्र वह्नि महोदय, इदानीं वह्नि महानसयोः मध्ये संसर्गः इति भवता उक्तं खलु, तत्र संसर्गः कीदृशः, कीदृशसम्बन्धं भवितुमर्हति वह्नि मनः महानसयोः मध्ये? द्वयमपि द्रव्यम् अभावस्य यदि अस्ति नास्ति तादृशसम्बन्धः न अत्र महोदय, वह्निः अपि च महानसं द्वयमपि द्रव्यं, द्वयोः मध्ये द्रव्यमध्ये कः सम्बन्धः भवति? संयोगः। हा, तर्हि वह्नि महानसयोः मध्ये संसर्गः संयोगसंसर्गः अस्ति, तस्मिन् संयोगे संसर्गता अस्ति, अपि च वह्नि अभावः अपि च महानसम् अनयोः मध्ये कः सम्बन्धः अस्ति, कीदृशसंसर्गः अस्ति? स्वरूप हा, स्वरूपसम्बन्धः अस्ति खलु, स्वरूपसम्बन्धः अस्ति, हा, स्वरूपसम्बन्धे संसर्गता अस्ति, तर्हि अत्र एतस्मिन् समुच्चयज्ञाने संसर्गताद्वयमस्ति, प्रकारताद्वयमस्ति, संसर्गताद्वयमस्ति, न प्रकारद्वयमस्ति संसर्गद्वयमस्ति, एकमेव विशेष्यम् इति इति मम आशयः अस्ति. इत्युक्ते वह्निमहानसयोः मध्ये यः संयोगः अस्ति तस्यापि ग्रहणं जातम् इति कृत्वा एव महानसं वह्निमत् इति ज्ञानं भवितुमर्हति. वह्नि अभावः अपि च महानसम् अनयोः मध्ये स्वरूपसम्बन्धः अस्ति इति तस्य सम्बन्धस्य ग्रहणं जातम् इति कृत्वा एव महानसं वह्निः अभाववत् इति ज्ञानं जातम्. तर्हि अस्मिन् ज्ञाने समुच्चयज्ञाने प्रकारद्वयमस्ति, संसर्गद्वयमस्ति, विशेष्यम् एकमस्ति. बुद्धं वा? आं महोदय. हा, तत्र चित्रे न प्रदर्शितं. चित्रे केवलं प्रकारः द्वे संसर्गता अस्ति इति न लिखितं, परन्तु द्वे शरे स्तः. सत्यं, किन्तु पूर्वस्मिन् चित्रे अपि एकनिमिषं, पूर्वस्मिन् चित्रे अपि तादृशं दत्तं. 121 इत्यत्र वह्निः पर्वते शरः अस्ति, वह्नि अभावः पर्वते शरः अस्ति. शरः अस्ति, अस्ति. किन्तु अत्र इतोपि समीचीनतया प्रदर्शनीयं चेत् अत्र डाटेड् लैन्स् 121 इत्यत्र डाटेड् लैन्स् स्थापयन्तु. किमर्थमित्युक्ते तत्र सम्बन्धस्य ग्रहणं न जातं खलु. यदि सम्बन्धस्य ग्रहणं जातं तदा अत्र डैरेक्ट् सालिड् लैन् स्थापयितुं शक्यते, किन्तु अत्र सम्बन्धस्य ग्रहणं न जातं वस्तुतः इति कृत्वा एव प्रकारतयोः मध्ये संसर्गता तत्र उक्ता. किन्तु अत्र वह्नि महानसयोः मध्ये यः संयोगः, वह्नि अभावः महानसम् इति अनयोः मध्ये यः स्वरूपसम्बन्धः, द्वयोः ग्रहणं भवति इति कृत्वा समुच्चयज्ञाने प्रकारद्वयं संसर्गद्वयम् एकं विशेष्यम् इति तादृशज्ञानमस्ति. महोदय, अत्र एक अपि वक्तव्यं किल महोदय? प्रकारतद्वयं मध्ये विरोधः अस्ति इति अपि वक्तव्यं, नो चेत् तद् अग्रिम अस्ति किल महोदय? यत्र महारसे वह्नि अस्ति तत्र वह्नि अभावः न अस्ति इति, वह्नि वह्नि अभावयोः मध्ये विरोधः अस्ति. न न न, अत्र किम् उक्तवती पुनः वदतु. अत्र प्रकारताद्वयं मध्ये विरोधः अस्ति इति अपि एक अपि संसर्गता वक्तव्यम् इति मया चिन्तितं. किमर्थं चेत् यदि तत् न वदामः तर्हि एकत्र द्वयम् इति रीत्या ज्ञानं भवितुम् अर्हति. तत् इट् बिकम्स् कन्फ्यूसिङ्ग्. खलु एक महानसे वह्निः अपि अस्ति, वह्नि अभावः अपि अस्ति, तदेव ज्ञानम्, अत्र विरोधः नास्ति. महोदय, यत्र महानसे वह्नि अस्ति तत्र वह्नि अभावः न अस्ति इति विरोधः अस्ति किल? किन्तु ज्ञानं तद् न गृह्यते खलु. ज्ञानं किम्? अहं महानस्य बहिः स्थित्वा पश्यामि, महानसं पश्यामि, एकस्मिन् कोणे वह्नि वह्निः अस्ति, अन्यस्मिन् कोणे वह्नि अभावः नास्ति, वह्नि अभावः अस्ति, तादृशम् अहं ग्रहणं करोमि. वह्निः अपि च वह्नि अभावः अनयोः मध्ये यः विरोधः अस्ति तस्य ग्रहणं मया न कृतम्. न कुर्मश्चेत् एकत्र द्वयम् इति रीत्या ज्ञानम् इति नेक्स्ट् सेक्षन् अस्ति किल महोदय, तत् अपि च यः मध्ये भेदः एव न भवति. न न, भेदः अस्ति. तत् अग्रे मा गच्छतु कृपया भगिनी, तद् न पठितं खलु एतावत्. अत्र क्लेशः कः इति वदतु. अत्र क्लेशः नास्ति. आं भवति महोदय, यत्र मया मया यत्र दृष्टं यत्र वह्नि अस्ति तत्र वह्नि अभावः न अस्ति इति विरोधः तु अस्ति एव. इति न न, विरोधः अस्ति तस्य ग्रहणं करोति वा? इदानीं ज्ञानस्य आकारः कः? यत्र वह्निः अस्ति तत्र वह्नि अभावः अस्ति इति ज्ञानं वा? न न, महानसे वह्नि अस्ति वा वह्नि अभावः च अपि अस्ति वा न, महानसे वह्निमत् महानसं वह्निमत् वा वह्नि अभाववच्च इति द्वयमपि. यत्र इदानीम् एकस्मिन् कोणे यत्र वह्निः अस्ति तत्रैव वह्नि अभावः अपि अस्ति इति ग्रहणं न जातं खलु. अत्र अत्र भगिनी, तत्र ये द्वितीयसमुच्चय उदाहरणे ज्ञानस्य आकारे तत्र नै इति नास्ति, अतः विरोधः नास्ति. यदा नै इति अस्ति चेदेव संशयज्ञानं भवति, तत्रैव विरोधः अस्ति. इति अहं मन्ये. न न तत्तु सत्यं महोदय, किन्तु ज्ञानं यदा जायते तदा एव वाक्यं भवति खलु. वाक्यम् अस्ति इति अस्ति इति कृत्वा ज्ञानम् इति नास्ति वस्तुतः. तत् समीचीनं, परन्तु किन्तु अत्र वर्षा भगिनी भवत्या किम् अवगन्तव्यम् इति चेत्, यस्मिन् कोणे वह्निः अस्ति तस्मिन्नेव कोणे वह्निः अभावः अस्ति इति मम ज्ञानं नास्ति. एकस्मिन् कोणे वह्निः अस्ति अन्यस्मिन् कोणे वह्नि अभावः अस्ति इति एव ज्ञानम्. तर्हि यस्मिन् कोणे वह्निः अस्ति तस्मिन् कोणे वह्नि अभावः नास्ति इत्यस्य ग्रहणं, तत्र विरोधस्य ग्रहणं न कृतम् इति भेदः. अतः तत्र पश्यतु प्रथमवाक्ये एवमेव भाव अभावप्रकारद्वयसत्त्वे अपि प्रकारयोः यदा विरोधः न भवति तदा तज्ज्ञानं समुच्चयः इति कथ्यते. तदेव समुच्चयज्ञानस्य वैशिष्ट्यं. संशयज्ञानं समुच्चयज्ञानम् अनयोः मध्ये कः भेदः इति चेत्, संशयज्ञाने उभौ न भवति, प्रकारद्वयोः मध्ये एकः एव भवितुम् अर्हति, तत्र विरोधः अस्ति. किन्तु समुच्चयज्ञाने विरोधस्य ग्रहणं न कृतम् इति भेदः. इत्युक्ते इदानीं दिवः जातः खलु भारतदेशे, अत्र प्रकाशः अस्ति इति चिन्तयतु. इदानीं सूर्योदयं जातं, तर्हि अत्र प्रकाशः अस्ति. प्रकाशः अपि च अन्धकारः अनयोः मध्ये विरोधः अस्ति. प्रकाशः अपि च प्रकाश अभावः अनयोः मध्ये विरोधः अस्ति. किन्तु इदानीं भवत्याः ज्ञानं किम्? अत्र प्रकाशः अस्ति इति एव ज्ञानं खलु. तत्र विरोधः अस्ति चेदपि तस्य ग्रहणं ज्ञानेन जातं. वस्तुतः तत्र अस्ति एव, किन्तु तस्य ग्रहणं न जातम् इति कृत्वा अस्मिन् समुच्चयज्ञाने विरोधस्य ग्रहणं न कृतम् इति कृत्वा विरोधः नास्ति. बुधं वा? आम् महोदय. किं सन्तोषजनकं नास्ति वा? I'll think more महोदय, but I think I understood. विरोधस्य ग्रहणं न भवति इति भवान् you have understood that much, that is exactly what you need to understand. You are thinking beyond what is required. ज्ञानं कस्मिन् विषये? इदानीं भवतः पुरतः एकः घटः अस्ति खलु. किं पश्यति इति चेत्, घटं पश्यामि इति भवती वदति. यत्र घटः अस्ति तत्र बहूनां अभावः अपि अस्ति. पटः नास्ति, लेखनी नास्ति, किं बहु किमपि नास्ति तत्र. तेषां ग्रहणमस्ति वा? नास्ति खलु. परन्तु देट् इस् डिफ्रेण्ट् फ्रम् दिस् रूम् महोदय. अत्र तु महालस्य वर्णि अपि च वर्ण्यभावद्वयमपि द्रष्टुं शक्यते, परन्तु लेख अत्र पीठिकायां उपरि लेखनी न अस्ति इति वयं न द्रष्टुं शक्यते. इत्युक्ते किमर्थं तद् उदाहरणं मया उक्तम् इति चेत्, ग्रहणं कस्मिन् विषये इति बोद्धुं मया उक्तं, तावदेव. विरोधस्य ग्रहणं भवति चेत् विरोधः अस्ति इति. इत्युक्ते इदानीम् अग्रे वदति चेत्, महारसं वह्निमत् वह्नि अभाववच्च इति प्रथमं वाक्यम् उक्त्वा तदनन्तरम् अत्र महान् आश्चर्यमस्ति. यद्यपि वह्निवह्नि वह्नि अभावयोः मध्ये विरोधः अस्ति, तथापि एकस्मिन् देशे द्वयमपि दृश्यते इति यदि पुनः नूतनवाक्यं वदति, तत्र इदानीं भवत्या किं कृतं? महानसमिति एकम् अधिकरणं स्वीकृत्य तत्र विरोधः अपि गृहीतः इति भवति. इत्युक्ते इतोपि अग्रिमसोपानं भवती गतवती. तन्नावश्यकं. समुच्चयज्ञानम् इति ग्रहणार्थम् अत्र किं वक्तव्यम्? एकः विशेष्यः भवेत्, प्रकारद्वयं भवेत्, अपि च एकस्य प्रकारस्य विशेषयोः मध्ये संसर्गः यदस्ति तस्यापि ग्रहणं भवेत्, द्वितीयस्य प्रकारस्य अपि च विशेषः अनयोः मध्ये अपि यद् ये संसर्गः तस्यापि ग्रहणं भवेत्, अपि च यस्मिन् तत्र भावाभावरूपमपि भवेत् इति तादृशज्ञानं यत्र अस्ति तस्य नाम एव समुच्चयः इति. विरोधस्य ग्रहणं नास्ति अत्र. अस्तु अग्रे गच्छेम. सत्यभामा भगिनी पठति वा? आं महोदय. इमौ प्रकारौ यदा भाव अभावरूपौ न भवतः किन्तु परस्परम् उदासीनौ तदा यज्ज्ञानम् एकत्र द्वयम् इति रीत्या ज्ञानम् एकत्र द्वयम् इति रीत्या ज्ञानम् इति व्यवह्रियते यथा घटः रूपदसवान् ज्ञाने अस्मिन् एकः घटः विशेषः द्वौ च रूपरसौ प्रकारौ परन्तु तयोः भाव अभावरूपता नास्ति इति न अयं संशयः नापि समुच्चयः किन्तु एकत्र घटे द्वयं रूपं रसश्च एतद् उभय अवगाहि ज्ञानम् इति प्रसिद्धम् एतत् ज्ञानस्य चतुर्थप्रकारः अस्ति अत्र विशेषता एकः एव परन्तु प्रकारद्वयं वर्तते तयोः मध्ये विरोधः नास्ति नापि समुच्चयः अपि नास्ति समुच्चयस्थले समुच्चयः अपि नास्ति इति वह्नि अपि च वह्नि अभावः द्वयमपि एकस्मिन् स्थले एव अस्ति अत्रापि तदा एव दत्तं खलु भगिनि अत्र उदाहरणं किम् अत्र खडे रूपम् अस्ति अस्मिन्नेव खडे रसम् अपि अस्ति अत्र अभावम् अस्ति वा नास्ति तादृश उदाहरणं नास्ति उदाहरणं भिन्नरीत्या दत्तमस्ति न उदाहरणं भिन्नरीत्या नास्ति यदि एतादृश उदाहरणमस्ति तस्य भिन्ननाम अस्ति एकत्र द्वयम् इति तस्य नामस्य तस्य ज्ञानस्य नाम अस्ति यथा संशयज्ञानं तदनन्तरं समुच्चयज्ञानम् इदानीं चतुर्थविधज्ञानमस्ति एकत्र द्वयम् इति अत्र इतोपि एकमस्ति ज्ञानस्थले उदासीनः भावमस्ति इति तत् किमर्थम् उदासीनः इति दत्तमस्ति तस्मिन् विषये चिन्तनं नास्ति इति कृत्वा उदासीनः इति वा एकनिमिषं कुत्र अस्ति उभौ उदासीनमिति किन्तु परस्पर उदासीनौ इत्युक्ते रूपम् अपि च रसः अनयोः मध्ये किमपि सम्बन्धः अस्ति वा विरोधः इति तादृशं सम्बन्धः अस्ति वा इति एव उक्तः उदासीन इति पदेन तदेव उक्तः इत्युक्ते रूपम् इति भिन्नगुणः अस्ति रसः इति भिन्नगुणः अस्ति अनयोः मध्ये किमपि सम्बन्धः नास्ति यद्यपि द्वयमपि उदासीनौ किन्तु एकस्मिन् विशेष्ये प्रकारद्वयमपि भासते इति कृत्वा तादृशज्ञानम् एकत्र हा इति अस्ति अस्तु इदानीं भवत्याः कृते एकः प्रश्नः सर्वमुक्तं खलु भवत्या इदानीम् अत्र इतोपि किमपि वक्तव्यं वा नास्ति महोदय अस्तु इदानीं महानसं वह्निमत् पट अभाववच्च महानसं वह्निमत् पट अभाववच्च इति वाक्यं कीदृशज्ञानम् समुच्चयज्ञानम् किमर्थं समुच्चयः अत्र एकस्मिन् विशेष्ये एकः प्रकारः संयोगसम्बन्धे अस्ति अन्यप्रकारः स्वरूपसम्बन्धे अस्ति तयोः मध्ये प्रकारद्वयम् अपि च विशेष एकः इति अस्ति अत्रापि प्रकारद्वयं वर्तते संसर्गद्वयं वर्तते रूपं रसः अभावः नास्ति खलु अस्तु अन्येषां चिन्तनं किम् महानसं वह्निमद्घटाभाववच्च इति ज्ञानम्. श्रीरामहोदय, भवान् किं चिन्तयति? चिन्तयामि तत्र एकत्र द्वयम् इति ज्ञानम् अहं चिन्तयामि. इत्युक्ते अत्र अभावद्वयम् अस्ति इति स्वीकुर्मः चेत् पटाभावः अस्ति, घटाभावः अस्ति. अभावद्वयं नास्ति महोदय, मया किमुक्तं? महानसं वह्निमत् पट अभाववच्च वह्निमत् वह्नि ओ क्षम्यतां महोदय, वह्निमत् घट अभाववच्च. अस्तु, पट भवतु, घट अभावत्वा पट अभावत्वा. अत्र भावभावपदार्थौ एकः भाव भावपदार्थः अस्ति वह्निः इति भावपदार्थः, अन्यः अस्ति अभावपदार्थः घटाभावः इति. एकस्मिन् अधिकरणे महानसे अस्ति, तदा अहं चिन्तयामि तद् समुच्चय भवति इति अहं चिन्तयामि तदा. अस्तु, मेल् महोदय किं चिन्तयति? तत् ज्ञानं तत् तयोः मध्ये विरोधः नास्ति तत्र खलु? घटाभावः अपि च वह्निः अस्ति इत्यत्र प्रकारद्वयमस्ति, परन्तु तत्र तयोः मध्ये विरोधः नास्ति, अतः समुच्चयः एव भवति तत्तु. अतः समुच्चयः एव भवति इति. अस्तु, वर्षा भगिनी किं चिन्तयति? एकत्र द्वयम् इति रीत्या ज्ञानमस्ति महोदय, द्वयोः मध्ये परस्परविरोधः न अस्ति, द्वयमपि भिन्नः अस्ति, प्रकारकद्वयं मध्ये यः कोऽपि सम्बन्धः नास्ति. हा, उत्तमं. परस्परमुरासीनौ इति पदमस्ति खलु, तद् स्वीकृत्य एतत् प्रश्नं मया कृतं. महोदय, अत्र ज्ञानद्वयं वर्तते इति वा? न, एकमेव ज्ञानं. महानसं वह्निमत् पटाभाववच्च इति एकमेव ज्ञानं. तत्र चकारेण समुच्चयः उक्तः, एकमेव ज्ञानम्. अस्तु, इदानीं पश्यन्तु महोदय. हा, वदतु. Sorry, Yadi, if I tell like this and use this logic to answer the question the way you asked me, then I am automatically looking at the relationship between the two prakaratas. I am saying Eka tu Vannimam asti, Dvitiyam tu Gata Bhavava asti iti Paraspara Anyonya Iskopi, sorry, Paraspara Samandhana asti iti. Parantu Pratamastaretu, that is in the case of the previous one, Samuchya Jnanetu, Prakarata Dvaya Madhye Virodaha Sri Karaniyam Eva. Then my first question becomes correct. I know, I am trying, that is why I gave this example to to answer your question and to make other people think also. Astu, now idani maham kinchit vara. Astu, prathamam mahanasam vannimat pata bhava vachcha iti kidrisha jnanam iti chet ekatra dvayam iti jnanam kimartam iti chet परस्पर उदासीनौ प्रकारौ वह्निमत् वह्निः इति प्रकारः, पट अभावः इति प्रकारः, द्वयोः मध्ये किमपि सम्बन्धः नास्ति, परस्पर उदासीनौ अस्ति इति कृत्वा तादृश, यद्यपि यत्र भाव अभावरूपमस्ति तथापि द्वयोः मध्ये अपेक्षा इत्युक्ते आकाङ्क्षा नास्ति, अत्र परस्पर उदासीनौ इति कृत्वा एकत्र द्वयमपि रीत्या ज्ञानम् इति. अस्तु, इदानीं वर्षाभगिन्याः प्रश्नः समीचीनप्रश्नः इत्युक्ते, यदा समुच्चयः इति वदेम, यदा वह्निः अपि च वह्नि अभावः तयोः मध्ये विरोधः अस्ति इति ग्रहणं भवति, तदा एव समुच्चयः इति वक्तुं शक्यते. ग्रहणं विना कथं वा समुच्चयः? विरोधस्य ग्रहणम् अस्ति चेदपि चेदेव समुच्चयः इति वक्तुं शक्यते इति समीचीनतया सा पृष्टवती. इति तु सत्यमेव, किन्तु तस्य ग्रहणं विरोधस्य ग्रहणं कदा कर्तव्यं, किमर्थं कर्तव्यम् इति चेत् ज्ञानं जातं, महानसं वह्निमत् वह्निः भाववत् च इति ज्ञानं जातम्। इदानीम् एतद् ज्ञानं कीदृशज्ञानम् इति यदा एकस्मिन् केटगरि मध्ये स्थापनीयं तदा एव अत्र विरोधः अस्ति वा न वा इति चिन्तनम्। तर्हि यदा यस्मिन् समये ज्ञानं जायते, महानसं वह्निमत् वह्निः अभाववच्च इति यस्मिन् समये ज्ञानं जायते, तस्मिन् समये तयोः मध्ये विरोधः अस्ति इति इत्यस्य ग्रहणं न जातम्। तदनन्तरं यथा इदानीं मया पृष्टं महानसम् अस्तु, इदानीं तत्र उदाहरणानि अस्माभिः दृष्टानि खलु, भूतलं घटवत् इति ज्ञानं जातं, कीदृशज्ञानं, कस्मिन् श्रेण्यां स्थापयति, कस्यां श्रेण्यां स्थापयति इति चेत् विशिष्टज्ञानम् इति श्रेण्यां स्थापयामि। किमर्थम् इति चेत् अत्र एकः प्रकारः, अन्यः विशेषः, द्वयोः मध्ये संसर्गः, तस्य एतेषां सर्वेषां ग्रहणं जातम् इति कृत्वा विशिष्टज्ञानम् इति तत्र श्रेणी यदा कुर्मः तदा तस्मिन् विषये इतोपि गभीरचिन्तनं कृत्वा, अस्तु पर्वतः वह्निमान् न वा इति आकारकज्ञानं कीदृशज्ञानं, संशयः। तदनन्तरं महानसं वह्निमत् वह्निः भाववच्च इति ज्ञानं कीदृशज्ञानम्, अस्तु इदानीं यस्य भावः उक्तः तस्यैव अभावः उक्तः, परस्परम् उदासीनौ न इति विचिन्त्य, आम् इदानीं एतद् ज्ञानं समुच्चयज्ञानम् इत्यस्मिन् श्रेण्ये इत्यस्यां श्रेण्यां स्थापितम्। तदनन्तरं घटः रूपरसवान् इति कीदृशज्ञानं, प्रकारद्वयं वर्तते तयोः मध्ये, अस्तु तद् तद् अहम् इदानीं न वदामि, सः प्रश्नः करणीयः अस्ति, अत्र घट घटे अस्ति इति कृत्वा अत्र एतद् ज्ञानम् एकत्र द्वयम्। इदानीं महानसं वह्निमत् पट अभाववच्च इति कीदृशज्ञानम् इति चेत्, अस्तु इदानीं वह्निमत् अस्ति, घटपट अभाववत् इति अस्ति, तयोः मध्ये परस्पर द्वौ परस्पर उदासीनौ इति कृत्वा तद् अवगम्य तदनन्तरम् एकत्र द्वयम् इत्यस्मिन् श्रेण्याम् अहं स्थापयामि, इत्यस्यां श्रेण्याम् अहं स्थापयामि। किन्तु यदा ज्ञानं जातं तस्मिन् समये विरोधस्य ग्रहणं वा औदासीन्यस्य ग्रहणं वा यत्किमपि न जातं, तदनन्तरं यदा श्रेणीकुर्मः तदा एव तस्य तस्मिन् विषये चिन्तनं जायते इति कृत्वा अत्र यत् यत् यः प्रश्नः वर्षा भगिन्या कृतं तद् न उदेति। यदा ज्ञानं जायते तस्मिन् समये तयोः मध्ये विरोधः अस्ति इति इत्यस्य ग्रहणं न जातम् इति कृत्वा न भवति। तदनन्तरं यदि श्रेणीकुर्मः तदा एव एतादृशचिन्तनं भवति इति कृत्वा, किन्तु विरोधः भवत्येव, इत्युक्ते एकस्यैव भावः अपि च अभावः द्वयमपि एकस्मिन् विशेष्ये ज्ञानं यदा भवति तदा एव तस्य नाम अस्ति समुच्चयः इति किञ्चित् अत्र सूक्ष्मविषयः अस्ति। अस्तु इदानीं वर्षा भगिनी वदतु। आं महोदय, इदानीं बुद्धं ज्ञानस्य समये तु परस्पर किं सम्बन्धः अस्ति इति न अवगन्तव्यं, परन्तु श्रेण्यां समये तद् द्रष्टव्यम् इति बुद्धं। हा समीचीनम्, उत्तमम् इति एव आशयः अत्र। ग्रहणं कस्य, ज्ञानम् इत्युक्ते यस्य ग्रहणं भवति तस्यैव ज्ञानं, यथा ग्रहणं भवति तथा एव ज्ञानं भवति खलु इति कृत्वा, ज्ञानस्य ज्ञानं यदा भवति तत्र ज्ञानस्य आकारः कः इति एव वक्तव्यम्। अस्तु इदानीं सत्यभौम भगिनी भवत्याः प्रश्नः, अत्र घटः रूपरसवान् इत्यत्र संसर्गः कुत्र अस्ति, कीदृशसंसर्गः अस्ति, कति संसर्गाः सन्ति इति प्रतिपादयति वा? आं महोदय, अत्र खडे घटे रूपं समवायसम्बन्धेन अस्ति, घटे रसम् अपि समवायसम्बन्धेन अस्ति, समवाये संसर्गदा अस्ति. उत्तमं, बहु उत्तमं. तर्हि अत्रापि संसर्गद्वयमस्ति अस्मिन् ज्ञाने, प्रकारद्वयमस्ति, संसर्गद्वयमस्ति, एकः एव विशेष्यः. अपि च अस्मिन् सन्दर्भे समवायः इति अस्ति, तावदेव. अस्तु, इदानीं भिन्न भिन्नज्ञानम् एकं वदति वा, यत्र संयोगः संसर्गः भवति. भूतले घटम्, भूतले घटम् इत्यत्र एकमेव प्रकारः अस्ति. भूतले घटमिति केवलं विशिष्टज्ञानम्, एकत्र द्वयम् इति ज्ञानं नास्ति. उत्पीडिका खडपडवान् अस्ति. हा, समीचीनम्, उत्तमम्. अत्र घटः उत्पीडिका घटपटवान्, भूतलं घटपटवत् इति वदति चेत् अत्र इदानीं घटः अपि भूतले अस्ति, पटः अपि भूतले अस्ति, द्वयोः ग्रहणम् एकस्मिन् ज्ञाने जातम् इति कृत्वा अत्र तु संसर्गः समवायः, संसर्गः संयोगः भवति. उत्तमम् इति अस्ति. चतुर्थविधम् अस्माभिः ज्ञातं. तर्हि इदानीं समूह आलम्बनं, आलम्बनस्वभावः. समूह आलम्बनम् इति भिन्न सप्रकारविज्ञानस्य वैविध्यमस्ति. अस्तु, अग्रे कः पठति? शिवरामहोदय पठितुमिच्छति वा? आम् आम् महोदय. हा, पठतु महोदय. ततः पठन, समूह आलम्ब्य ततः पठन. हा, सत्यं, समूह आलम्बनस्वभावः. समूह आलम्बनस्वभावः यदा तु प्रकारतायामिव विशेषतायामपि भेदः भवति, तदा तत् ज्ञानं समूह आलम्बनम् इति उच्यते. वायुः स्पर्शवान्, घटस्य रूपवान् इति तद् उदाहरणम्. इहै वाक्ये वा इति पदप्रयोगे अपि भवति, तस्य प्रयोगः तत्रैव भवति यत्र वाक्ये विद्यमानयोः पदयोः यौ अर्थयोर्मध्ये. पूर्वपुटं गतवान्. इह हि आमामां, तत्र जेराक्स् किञ्चित् भिन्नः. इह हि स्पर्शे एकप्रकारता, रूपे अपरा. स्पर्शनिष्ठ प्रकारता निरूपिता विशेषता, वायौ रूपनिष्ठ प्रकारता निरूपिता विशेषता घटे. तयोश्च विशेषतयोः प्रकारतयोः वा पुनः परस्परं न कोऽपि सम्बन्धः. इदमेव नानामुख्यविशेषतानिरूपकं ज्ञानं समूह आलम्बनम् इति शास्त्रे व्यवह्रियन्ते. अस्य च ज्ञानस्य अयं परः विशेषः यत् प्रकारतानां विशेषतानां वा इयत्ता नास्ति. अस्य च ज्ञानस्य अयम् अपरः विशेषः यत् प्रकारतानां विशेषतानां वा इयत्ता नास्ति. कदाचित् दिवे विशेष्यते, ततः अपि अधिकाः वा विशेषताः प्रकारताश्च भवन्ति. अहम् अधिकविवरणं तु कर्तुं न शक्नोमि. न न, अत्र किमपि नास्ति महोदय, भवता निश्चयेन कर्तुं शक्यते. तर्हि अत्र उदाहरणं किं दत्तं? समूहस्य वायुस्पर्शवान्, घटस्य रूपवान् इति तद् उदाहरणं. वायुः स्पर्शवान्, घटः रूपवान् इति उदाहरणम्. अत्र घटश्च, तत् चकारः मुख्यमस्ति. वायुः स्पर्शवान् इति एकं वाक्यं, घटः रूपवान् इति भिन्नं वाक्यम् इति वाक्यद्वयं यदि वदेम तदा ज्ञानद्वयं भवति। तादृशज्ञानं समूह आडम्बरं नास्ति, किन्तु एकस्मिन् वाक्ये वायुः स्पर्शवान् घटश्च रूपवान् तत्र चकारेण समुच्चयः कृतः अस्ति खलु, वाक्यद्वयं नास्ति अत्र, एकमेव वाक्यम्। तर्हि अत्र विशेष्यद्वयमस्ति किम् अस्मिन् ज्ञाने? विशेष्यद्वयमस्ति वायुः तथा घटः वा? उत्तमं, सत्यं, तावदेव, वायुः तथा घटः, अपि च प्रकारद्वयमस्ति, स्पर्शवान् तथा रूपवान्। स्पर्शः अपि च रूपं, रूपवान् रूपं, स्पर्शः अपि च रूपम् आम् इति अस्ति। अपि च स्पर्शः केन सम्बन्धेन वायौ वर्तते? स्पर्शः इति गुणः समवायसम्बन्धेन वा? उत्तमं, रूपम् इति गुणः केन सम्बन्धेन घटे वर्तते? सः अपि समवायसम्बन्धेन। सत्यम्, इति सादृशज्ञानम् इत्युक्ते एकमेव विशेष्यः नास्ति, विशेष्य बहवः विशेष्याः भवितुमर्हन्ति, बहवः प्रकाराः भवितुमर्हन्ति, बहवः संसर्गाः अपि भवितुमर्हन्ति, किन्तु वाक्यम् एकमेव भवेत्। तादृशज्ञानमस्ति समूह आलम्बनम् इति तस्य नाम। अस्तु, समीचीनम्, अत्र वस्तुतः किमपि नास्ति, समीचीनमेव, धन्यवादः महोदय। अग्रे इदानीं स्वामी महोदय पठति वा? महोदय, षष्ठमबिन्दुः, चतुर्थात् ज्ञानप्रकारात् विपरीतः कश्चित् प्रकारः इदानीम् उच्यते। तत्र हि एकस्मिन् घटे उभयभानम्, इह तु विशेष्यौ द्वौ, तयोः एकस्य पदार्थस्य भानम्। ज्ञानेऽस्मिन् प्रकारे प्रकारतायां वा भेदो नास्ति इति विशेष्यताद्वयसत्त्वे अपि समूहालम्बनात् भेदः अवगन्तव्यः। शास्त्रे प्रसिद्धः अस्य आकारः उदाह्रियते, क्षितिपाथसि रसवतीति। क्षितिः पृथिवी, पाथः जलम्। ज्ञाने अस्मिन् रसनिष्ठा या एका प्रकारता तन्निरूपितविशेष्यताद्वयं पृथिव्यां जले च भवति इति, इदं ज्ञानं द्वयोरेकमिति व्यवह्रियते। अतः जलं, महोदय किञ्चित् नूतनपदानि सन्ति तत्र, क्षिति इति पृथिवी, क्षिति इति पृथिवी, पात पातः इति जलम्। अस्तु, अत्र द्वयोरेकमिति ज्ञाने ज्ञानस्य उदाहरणं किम्? मया सम्यक् न बुद्धं महोदय, तत्र द्वयोः एकं ज्ञानमिति रसः इति तत्र दत्तम्, अत्र दत्तमस्ति खलु महोदय, शास्त्रे प्रसिद्धः अस्य आकारः उदाह्रियते, उदाहरणं किम्? क्षितिपाठसि रसवती इति, तदेव आकारः, क्षितिपाठसि रसवती इति ज्ञानस्य आकारः, तदेव ज्ञानं, क्षितिपाठसि रसवती। अत्र क्षितिपाठसि इत्यस्य विभक्तिवचनं किम्? पाठः प्रायः दीर्घ ईकारः अस्ति, महोदय अहं तत् पदं नूतनम् इति भाति महोदय, न न पदं एव वा, रामः इति, न न अत्र क्षितिः इति पदं, पातः इति पदं, पाथस् इति शब्दः, क्षिति इति शब्दः, सप्तमी इति भाति महोदय, मां तर्हि दीर्घ ईकारः भवति वा यदा कदापि सप्तम्याम्? इदानीं मनसि न भाति महोदय. भवान् तु जानाति एव द्विवचनं द्विवचनं. अन्यद् उदाहरणं अन्यद् उदाहरणं वदतु. नपुंसकलिङ्गस्य वारी भवति न वारी वारिणि मनस् मनसि मनांसि वारि वारिणि वारीणि एवं क्षितिपाततिः क्षितिपाततिः इति द्विवचनं नपुंसकलिङ्गं वा पातस् सकारान्त नपुंसकलिङ्गशब्दः क्षितिपाततिः इति द्विवचनम्. अस्तु अत्र चित्रमस्ति खलु इदानीम् उपरि चित्रमस्ति खलु अस्तु वामभागे द्वयकर् इति विज्ञानं तत्र विशेष्यः कति विशेष्याः सन्ति? द्वयं महोदय. विशेष्यद्वयं वर्तते क्षितिः इति एकः पातः इति द्वितीयः. पातः इति प्रकारः कति सन्ति? प्रकारतः तत्र एकमेव वर्तते रसः. प्रकारता इति न वदतु प्रकारः एकः प्रकारे प्रकारता रसे प्रकारता अस्ति किन्तु प्रकारः कः इति चेत् रसः एकः एव प्रकारः. अस्तु इदानीं रसः क्षितौ केन सम्बन्धेन अस्ति? समवायसम्बन्धेन महोदय. उत्तमम्. एवं रसः पाथे केन सम्बन्धेन अस्ति? पातसि समवाय समवायसम्बन्धेन. तर्हि समवायसम्बन्धे संसर्गता अस्ति. तर्हि अत्र पश्यतु प्रकारः एकः संसर्गद्वयं विशेष्यद्वयम् इति तादृशज्ञानं यदा भवति तदा तस्य नाम अस्ति द्वयोरेकमिति ज्ञानम् इति. बुद्धं वा महोदय? संसर्ग कैण्ड् एकविध संसर्गः. किम् एकविधसंसर्गः नास्ति एकविधसप्रकारकज्ञानम्. महोदय बुद्धं वा? अस्तु आं महोदय. एतत् षड्विधसप्रकारकज्ञानं किम् इति? सत्यं तेषु षष्टः अस्ति एतत्. अस्तु तर्हि सप्रकारकज्ञानं षड्धा विभक्ता सन्ति. प्रथमं तु यत्र एकः एव प्रकारः एकः एव विशेषः अपि च तयोः मध्ये यः संसर्गः अस्ति तस्य ग्रहणं यत्र भवति तदेव विशिष्टज्ञानम्. द्वितीयं तु संशयः. संशये एकमेव विशेषः प्रकारद्वयं प्रकारद्वये विरोधः परस्परविरोधः भवेत् अपि च विरोधस्य ग्रहणं यदा भवति तादृशज्ञानं संशयः. तर्हि अत्र संसर्गता एकः एव प्रकारः द्वयं संसर्गः एकः एव प्रकारद्वयम् अपि च संसर्गः द्वयोः मध्ये द्वयोः प्रकारयोः मध्ये यः संसर्गः अस्ति तस्य ग्रहणम् इत्युक्ते विरोधस्य ग्रहणं यत्र जायते तत् संशयः. तृतीयं तु समुच्चयः. समुच्चयः समुच्चये किमस्ति? एकमेव विशेष्यं प्रकारद्वयम् अपि च संसर्गद्वयम् अस्ति अत्र इति भेदः. संशयः अपि च समुच्चयः अनयोः मध्ये कः भेदः इति चेत् संशये एकमेव संसर्गः किन्तु समुच्चये किं संसर्गद्वयमस्ति अपि च भाव अभावरूपं भवेत् द्वयोः मध्ये परस्पर औदासीन्यं न भवेत् भाव अभावयोः मध्ये इत्युक्ते वस्तुतः विरोधः भवेत् किन्तु तस्य ग्रहणं यत्र न जायते तादृशज्ञानमस्ति समुच्चयः इति ज्ञानं. चतुर्थमस्ति एकत्र द्वयमिति. तत्र एकः एव विशेषः प्रकारद्वयं प्रकार संसर्गद्वयं प्रकारद्वयोः मध्ये परस्पर औदासीन्यं भवेत् पञ्चम अस्ति समूह आलम्बनम्। समूह आलम्बनम् इत्यत्र बहवः विशेष्याः भवन्ति, बहवः प्रकाराः भवन्ति, अपि च बहवः संसर्गाः अपि भवन्ति। सर्वेषां ग्रहणम् एकीभूय यदा भवति तदेव समूह आलम्बनम् इति। षष्ठ अस्ति द्वयोरेकमिति ज्ञानं, तत्र एकः एव प्रकारः, विशेष्यद्वयम् अपि च संसर्गद्वयं भवति। विशेष्यद्वयमेव इति नास्ति, इत्युक्ते विशेषत्रयमपि भवितुमर्हति। उदाहरणार्थम् अत्र पृथिवी जल किम् अन्यत् किमपि अग्निः अग्नयः, पृथिवी जल अग्नयः, जलाग्नयः स्पर्श वती इति किमपि वदेमश्चेत्। अस्तु, अत्र पश्यन्तु, क्षितिपातसि इति द्विवचने अस्ति, रसवती इति अपि द्विवचने अस्ति, सत्यं रसवती इति, वस्तुतः अत्र रसवती इति भवेत्, रसवती आम् क्षितिपातसि रसवती। तर्हि पातस् इति शब्दः कीदृशशब्दः अस्ति, नपुंसकलिङ्गं वा स्त्रीलिङ्गं वा? रसवती इति रसवत् इति तकारान्तः अस्ति। सत्यं, तस्य द्विवचनं किं? रसवद् रसवती रसवन्ति। हा समीचीनं, नपुंसकलिङ्गं सत्यं, रसवत् रसवती रसवन्ति आ इति। तर्हि अत्र रसवती इति अपि, तर्हि यद् उदाहरणं मया उक्तं, पृथिवी जलाग्नयः रसवन्ति इति भवति ज्ञानं, तादृशज्ञानमपि द्वयोरेकमिति ज्ञानम्। वस्तुतः अत्र द्वयो नास्ति, बहुषु एकमिति ज्ञानम्। अत्र द्वयोरेकमिति ज्ञानमित्यत्रापि द्वयोः इति सप्तमी अस्ति, किन्तु बहुषु एकमिति ज्ञानमपि तत्र षष्ठविधे एव अन्तर्भूतं भवति। इत्युक्ते षष्ठविधे वैशिष्ट्यं किम् इति, एकः एव प्रकारः, विशेष्याः भावः इति तादृशज्ञानम्। अस्तु, समयः जातः, अत्र स्थगेम। तर्हि इदानीं प्रत्यक्षज्ञाने एकमेव पाठः, एकः एव पाठः अवशिष्टः अस्ति, तद् अग्रिमे वर्गे पठेयुः। हा, अत्र रसः इति गुणः पृथिव्यां स्वभिन्न, अत्र स्वसंयुक्तत्वसम्बन्धेन भिन्नसम्बन्धेन भवति। रसः जले तत्र समयसम्बन्धेन भवति इति कृत्वा तत्र संसर्गयोः मध्ये तत्र भेदः अस्ति इति वदामः वा? किमर्थं तादृशं वदति? रसः पृथिव्यां न भवति खलु महोदय, जले एव भवति। जलस्य लक्षणं किम्? अस्तु, झटिति न स्मरामि, कोऽपि वदति चेत् भवति, शीतस्पर्शवत्यः आपः। हा, किन्तु रसं स्वीकृत्य लक्षणं न कृतं खलु? तु रसः इति जले एव इति नास्ति वा? इति अस्ति चेत् किमर्थं रसं स्वीकृत्य यथा गन्धवती पृथिवी इति कृतम्? अहं चिन्तितवान् तत्र, ओ अस्तु, रसः इति पृथिव्यामपि अस्ति इति वा? हा, अस्तु, समवायेन समवायेन किमर्थं समवायेन नास्ति? अस्तु, तत्र पृथिव्याम् अस्तु, दृष्टवान्, गन्धस्तु केवलं पृथिव्याम् अस्ति। यदि वायौ गन्धः अनुभूयते तदा तत्र पृथिवीकणाः अस्ति इति कृत्वा अथवा संयुक्तसमवेदसम्बन्धेन इति वक्तव्यम्। अस्तु महोदय, मम ब्रह्मय क्षम्यम् इति कृत्वा एव मया पृष्टं, लक्षणवाक्यम्। अतः एव लक्षणवाक्यं सर्वदा मनसि स्थापनीयमस्ति। किमर्थमित्युक्ते यद् असाधारणधर्मः अस्ति तं धर्मं स्वीकृत्य एव लक्षणं कुर्मः खलु, नो चेत् अतिव्याप्तिः भवति। अत्र गन्धः केवलं पृथिव्यामेव लभ्यते इति कृत्वा गन्धवती पृथिवी इति लक्षणं कृतम्। मम दोषमस्ति, अस्तु, समीचीनम्, अत्र स्थगयेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. धन्यवादः महोदय, नमस्कारः.